क्षम्यतां आम् पुनः आरभ्यामि वा महोदय? हा कृपया, मया किं कृतं तत्र वेब् पेज् मध्ये अपि रेकार्डिङ्ग् अस्ति, तत्र मया क्लिक् कृतं, तत्र चलति, फोन् मध्ये न चलति. साधुः धन्यवादः. हा क्षम्यतां. चतुर्थात् पुनः कृपया. आमां पुनः पठामि. चतुर्थात् ज्ञानप्रकारात् विपरीतः कश्चित् प्रकारः इदानीम् उच्यते. तत्र हि एकस्मिन् घटे उभयमानम्. एतु विशेष्यो द्वौ तयोः एकस्य पदार्थस्य भानम्. ज्ञाने अस्मिन् प्रकारे प्रकारतायां वा भेदो न अस्ति इति विशेषता द्वयस्त्वे अपि समूह अवलम्बनात् भेदः अवगन्तव्यः. शास्त्रे प्रसिद्धः अस्य आकारः उदाह्रियते क्षितिपातसि रस्वत् इति. क्षितिः रसवती इति रस्वती. आम् अस्तु महोदय, धन्यवादः. रस्वती इति क्षितिः पृथ्वीः पातः जलं. ज्ञाने अस्मिन् रसनिष्ठा या एका प्रकारता तन्निरूपितविशेषताद्वयं पृथ्व्यां जले च भवति इति. इदं ज्ञानं द्वयोरेकम् इति व्यवह्रियते. अस्तु, पुनः खण्डशः पठित्वा प्रयत्नं करोमि महोदय. आं महोदय, आं महोदय. अत्र एकनिमिषं वदामि. तत् अत्र परिच्छेदस्य मुख्यविषयः इति अस्ति, किन्तु पङ्क्तिशः पठामश्चेत् प्रत्येकस्य पदस्य किमर्थं तत्र तस्मिन् पदे किमपि सूक्ष्मभेदः अस्ति वा इति अस्माभिः अवगन्तव्यमपि. तर्हि यथा भवान् उक्तवान् तथा एव पठतु. खण्डशः पठतु. चतुर्थात् ज्ञानप्रकारात् विपरीतः कश्चित् प्रकारः इदानीम् उच्यते. पूर्वम् अस्माभिः पठितं तत्र चतुर्विध सप्रकार ज्ञानानि सन्ति, यत्र सप्रकारज्ञानप्रभेदाः सन्ति. एकं तु सामान्यम् अस्ति, यथा भूतलं घटवत्. तत्र विशेषता एकम् अस्ति, प्रकारता अस्ति, घटे प्रकारता अस्ति. ज्ञानं भूतलं घटवत् ज्ञानं तथा अस्ति. भूतलघटयोः तत् संयोगसम्बन्धः अस्ति, संसर्गता अस्ति. तत् भूतले विशेषता अस्ति, विशेषता अस्ति. इदानीं द्वितीयविध प्रकारज्ञानः अस्ति संशयस्वभावः. यत्र वा न वा अत्र प्रकारक ज्ञानम् अस्ति. तत्र किञ्चित् विकल्पः अस्ति. तत्र अस्ति वा न अस्ति वा, तत्र यथा वह्निः पर्वतः वह्निः मान् न वा इति एक उदाहरणत्वेन स्वीकुर्मश्चेत् तत्र अभावः अस्ति. एकस्मिन् पक्षे अभावः अस्ति, अन्यस्मिन् पक्षे तत् वस्तु तत्र अस्ति. इदानीं तदनन्तरम् अस्माभिः पठितं समुच्चज्ञानः यत्र भाव अभाव एकस्मिन् यथा उदाहरणत्वेन तत् महानसे एकस्मिन् कोणे वह्निः अस्ति, अन्यस्मिन् कोणे वह्निः अभावः अस्ति. तत् विशेषता एकमेव अस्ति, परन्तु प्रकारता द्वयम् अस्ति. परन्तु तस्मिन् यथा संशय सन्दर्भे तत्र प्रकारता द्वयं स्तः, तत्र तस्मिन् मध्ये कोऽपि सम्बन्धः अपि अस्ति, विरोधः अस्ति. परन्तु समुच्च सम्बन्धे तत्र कोऽपि सम्बन्धः प्रकारतायां सम्बन्धः न अस्ति. एकस्मिन् कोणे वह्निः अस्ति, एकस्मिन् कोणे वह्निः अभावः अस्ति. तत्र समुच्च ज्ञानं वदामः. अन्यत्र तत्र समुच्चय विषये तयोः प्रकारतयोः मध्ये सम्बन्धः अस्ति, विरोधसम्बन्धः भावाभावसम्बन्धः अस्ति, किन्तु ज्ञाने सम्बन्धः अस्ति वा तत्र? सम्बन्धः तु अस्ति, किन्तु ज्ञाने न अवगाहते, ज्ञाने ज्ञाने विरोधः इति न न दृश्यते, न दृश्यते. अस्तु अस्तु, सम्बन्धात् वह्नि अस्ति, वह्नि अभावः अपि अस्ति. अस्तु अस्तु महोदय, इदानीं स्पष्टं जातम्. अन्यत् अन्यत् अस्ति यत्र एकं विशेषतया अस्ति, तत्र तस्मिन् एव विशेषता एकं प्रकारता अस्ति, यथा रूपं घटे रूपम् अस्ति, घटे रसः अपि अस्ति. तत्र तत्र प्रकार तत् कोऽपि सम्बन्धः नास्ति, तत्र एकत्र द्वयम् इति रीत्या ज्ञानं वदामः. तत् अन्यत् अस्ति समूह अलम्ब स्वभावः. अत्र महोदय चतुर्थविषये सम्बन्धः नास्ति इति भवता सत्यम् उक्तं, तदेव मुख्यभेदः. समुच्चयविषये अपि तथा तथैव अस्ति चेत् को को भेदः? तत्र न अवगाहते यथा तत्र सम्बन्धः अस्ति, यद्यपि तत्र सम्बन्धः अस्ति एव, वह्नि वह्नि अभावमध्ये सम्बन्धः अस्ति, परन्तु न अस्माभिः न अवगाहते तत्र, न विरोधं न अवगाहते, विरोधं न अवगाहते, परन्तु इति मुख्यविषयः. चतुर्थविषये सम्बन्धः एव नासीत् भवता एव नास्ति, विशेषता एकमेव अस्ति, परन्तु तत् प्रकारता द्वयं स्तः तत्र अस्ति, तत्र सम्बन्धः नास्ति, कोऽपि सम्बन्धः नास्ति. पञ्चमविध ज्ञानं समूह अवलम्बस्वभावः, यत्र तु विशेषता वायोः स्पर्शः अस्ति, घटे रूपम् अस्ति, तत्र विशेषता द्वयं स्तः तत्र द्वयम् अस्ति, परन्तु अपि च प्रकारता द्वयमपि अस्ति, परन्तु तस्मिन् कोऽपि सम्बन्धः न अस्ति. तत्र नानामुखविशेषतानिरूपकं ज्ञानं, तादृशी ज्ञानं समूह अलम्बम् इति विहिते. इदानीम् एकम् अन्यत् प्रकारकज्ञानम् अस्ति, या विपरीत कश्चित् प्रकारः अस्ति, तत्र हि एकस्मिन् घटे उभयभानं, तत्र प्रकारताद्वयं ये क्षम्यतां, प्रकारता तु न प्रकारता एकमेव अस्ति, परन्तु विशेषता द्वयम् अस्ति, यथा रसः प्रकारता अस्ति, तत्र रसे तत्र एकं विशेषता पृथ्वी अस्ति, क्षितिः अस्ति, अन्यत् प्रकार विशेषता जलम् अस्ति, पाथः वदामः. तस्मिन् तत्र कोऽपि तत्र सम्बन्धः न अस्ति, यद्यपि तत्र विशेषतायाः सम्बन्धः नास्ति, एकमेव प्रकारता अस्ति, तत्र ज्ञानं द्वयोर् एकम् इति व्यवह्रियते वदामः. महोदय, षष्टमप्रकारभेदे तत् सः चतुर्थात् ज्ञानप्रकारात् कथं भिन्नः? अत्र महोदय, अत्र प्रकारता एकमेव अस्ति, परन्तु विशेषता द्वयम् अस्ति, यस्मिन् कोऽपि सम्बन्धः न अस्ति, यथा रसे रसः प्रकारता अस्ति, तस्य विशेषता द्वयम् अस्ति, एकं पृथ्वी, एकं जलं, परन्तु तस्मिन् मध्ये कोऽपि सम्बन्धः न अस्ति. किन्तु चतुर्थप्रकारः किम् अस्ति? चतुर्थप्रकारः किम् आसीत्? चतुर्थप्रकारः यत् एकम् एकत्र द्वयम् इति रीत्या, तत्र तु तत्र भिन्न प्रकारता द्वयम् आसीत् तत्र चतुर्थ, परन्तु अत्र मुख्यभेदः प्रकारता एव एकमेव अस्ति, विशेषता द्वयम् अस्ति. इति किञ्चित् अपोसिट् इति अस्ति. चतुर्थप्रकारे विशेषता एका प्रकारता द्वयम्, अत्र प्रकारता एका, विशेषता द्वे इति मुख्यभेदः. अपि च अस्मिन् षष्टमप्रभेदे किमर्थं समूहालम्बनं नास्ति? समूहालम्बनं कथं भिन्नः? तत् सिंहावलम्बनं विना तत्र तु विशेषता द्वयम् अस्ति, अपि च प्रकारता अपि द्वयम् अस्ति, यस्मिन् कोऽपि सम्बन्धः नास्ति, यथा वायोः स्पर्शम् अपि च घटे रूपम्। प्रकारता एका एव इति मुख्यविषयः, अपि च अत्र क्षितिपाथसि इति पदमस्ति किल, क्षितिपाथ इति कीदृशं पदम्? क्षितिपाथसि इति क्षिति तु इत्युक्ते पृथिवी पृथिवी, अपि च पाथसि इत्युक्ते पातः जलं, पाथस् इति प्रातिपदिकं जलं, नपुंसकलिङ्गपदं पाथस्। अस्तु, तर्हि क्षितिपाथसि इति द्विवचनं नपुंसकलिङ्गपदं, तत्र इतरेतरद्वन्द्वसमासः क्षितिपाथसि, तत्र रसवत् एकवचनं, रसवती द्विवचनं, रसवन्ती इति बहुवचनं, क्षितिपाथसि रसवती इति। ज्ञानेऽस्मिन् रसनिष्ठा या प्रकारता तन्नूप तत् निरूपितविशेषताद्वयं पृथिव्यां च जले च इति भवता एव एकः प्रश्नः पृष्टं वर्गे, सम्यक् प्रश्नः आसीत्। तत्र यद्यपि रसः एका प्रकारता रसः, तथापि यः रसः पृथिव्याम् अस्ति समानरसः जले अस्ति इति न, इति सर्वे अवगच्छन्तु उदम्। आम् आम् आम्, अत्र अत्र सामान्यरसः टेस्ट् इति, समान टेस्ट् इति नास्ति। यः रसः पृथिव्याः अस्ति जले तु समानरसः तु नास्ति खलु, रसः भिन्नः, किन्तु जातिरसः सामान्य। बुद्धं लक्ष्मी भगिनी? हरि ओम्, लक्ष्मी भगिनी अस्ति वा? अस्तु, भवतः बुद्धं, भवत्या बुद्धं, भवती वर्गे नासीत् इति पश्यामि। तदनं पृच्छामि, सर्वं साधु वा, प्रश्नः अस्ति वा इति। षष्ठवपरिच्छेदे समूहालम्बन समूहालम्बनस्वभावे, तत्र षष्ठवपरिच्छेदे तत्र सम्यक्तया न अवगतवती, इत्युक्ते तत्र एकमेव विशेष्यता, किन्तु तत्रापि प्रकारता द्वयमस्ति खलु, किन्तु प्रकारद्वयमस्ति, विशेष्यता एव द्वयम् इव भासते, विशेष्यता एकः एव किन्तु द्वौ विशेषौ इव भासते इति, तत्र सम्यक् वा? षष्टमप्रभेदे विशेषताद्वयम् एव अस्ति, भिन्ना पृथिवी, भिन्ना भिन्नः, भिन्ना जलं भिन्नं। आम् बुद्धं, यथा यथा किं रूपं घटे अपि अस्ति, किं पटे अपि अस्ति खलु, हा तथा। अस्तु, अत्र विशेष्यता द्वौ अस्ति, किन्तु विशेषणता एकः एव, द्वयोः विशेषणता विशेषणता द्वयोः विशेषणता एकमेव मिलित्वा तदेव वयम् अवगाहते। साधु, तथा अस्ति, तस्मात् एषः प्रकार प्रभेदः अन्यः भिन्नः एव, समूहालम्बने विशेषताद्वयं प्रकारताद्वयं, तस्मात् पूर्वं प्रकारताद्वयं विशेषता एकः एका इति समुच्चयः भिन्नं, संशयः भिन्नम् इति, तस्मात् एषः भिन्न प्रकारभेदः इति गण्यते। साधु, अस्तु महोदय, इदानीं भवान् किम् उक्तवान, अत्र पृथिव्यां तु रसः अस्ति, परन्तु जले तु रसः प्रायशः नास्ति, यथा जलमेव अस्ति तत्र रसः न भवति। अत्र तु किञ्चित् उपाधि एव, उपाधिवत् एव तत् जले रसः आगच्छति। एवं वा, जले रसं नास्ति वा? न, जले रसः नास्ति, नास्ति, अहं तथैव मम चिन्तनं। जले यदि यदि जिह्वा जिह्वा सन्निकर्षण भवति जले वा पृथ्व्यां वा तथा तदा रसः भवति इति मन्ये। इत्युक्ते यदा यदा जलेन त्वक्केन्द्रियः एव त्वक्केन्द्रियसन्निकर्षं भवति तदानीं शीतलं जलः जलं शीतलम् इति वयं जलस्य लक्षणम् अस्ति, जलस्य लक्षणम् इन्द्रियं रसग्राहकं रसनं जीवि अग्रवर्ति। ओ आमां सत्यम्, आम् इन्द्रियं रसग्राहकं रसनं जिग्रा जिह्वा अग्रवर्ति। अस्तु, क्षम्यतां, वायु एव त्वक्केन्द्रियसन्निकर्षेण जलरसमस्ति एव। पृथ्व्यामपि पृथ्व्यामपि रसम् इति रसम् अस्ति। यदा यदा जिह्वा अपि जिह्वा इति इन्द्रियः सनिकर्ष पृथिव्यां सनिकर्षः भवति तदा तदा एव तत् भवति खलु। पृथिव्यां गन्धः मुख्यलक्षणं, किन्तु रसः अपि अस्ति पृथिव्यां। जले जले जले किं गन्धः नास्ति, रसः अस्ति। महोदय, पूर्वं वयं पठितवन्तः यदि पृथिव्यां गन्धलक्षणम् अस्ति, रसः अपि यदि वयं भासते अस्माकं, तद् परम्परासम्बन्धेन आगच्छति पृथिव्याम् इति नास्ति। यदि जले गन्धः अस्ति चेत् तत्र संयोगः, पृथिवी संयोगः, योगसमवायसम्बन्ध इति आगच्छति संयुक्त। तथैव रस अपि इति भवति पृथिव्यां यदि वयं संयुक्त जलपृथिव्यो संयुक्त अपि रस जले समवायसम्बन्धेन आगच्छति वा इण्डिपेण्डेण्ट्लि, ऐ मीन् पृथिव्यां रस अस्ति समवायसम्बन्धेन स्वसमवेतसंयुक्तसम्बन्धेन रसं पृथ्व्याम् अस्ति। किन्तु महोदय उक्तवान् रसः अपि पृथ्व्याम् अस्ति, किन्तु तत् लक्षणं नास्ति। रस पृथ्व्यां बहवः गुणाः गुणाः भवितुं शक्नुवन्ति किन्तु लक्षणं नास्ति। आम्, लक्षणस्य अव्याप्ति अतिव्याप्ति समवायसम्बन्धेन एव अस्ति। महोदयेन पृच्छामः यावत् अव्याप्ति अतिव्याप्ति दोषणनिवारणाय तस्याः लक्षणं केवलं गन्धवती इत्युक्ते गन्धवती इति यद्यपि अन्ये अन्याः गुणाः यदि पृथ्वीः पृथ्वी रसवती इति लक्षणं वाक्यमस्ति चेत् तथा जले अपि अतिव्याप्तिः भवति खलु इति अहं चिन्तयामि। तदर्थं गन्धवती एव पृथ्व्यां लक्षणं। किन्तु पृथिव्यां यः रसः अस्ति तस्य भानमपि जिह्वा एव भवति इति। सत्यं, रसग्राहकं कथं भवति, जिह्वया एव भवति खलु। किन्तु वयं वदामः जिह्वा या इन्द्रियम् अस्ति ता जलीय इन्द्रियम् अस्ति, पृथ्वी या घाण इन्द्रिया अस्ति ता पृथ्वी पार्थिव इन्द्रियम् अस्ति। सत्यम्, अस्तु, तदपि ग्रहणं कर्तुं शक्नोति जलीय इन्द्रियमपि समवायेन वा। अस्तु, साधु साधु आमां राजेन्द्र महोदय भवतः प्रश्नः उत्तरित वा किञ्चित् मनसि किञ्चित् संशयः अस्ति जले सामान्यतः रसः न अस्ति तत् तत् मम चिन्ता परन्तु मम दोषः अपि भवितुम् अर्हति अस्तु पूर्वं पुस्तके पश्यामः दृष्ट्वा वदामि अग्रे अस्तु अस्तु महोदय इदानीम् अग्रेसरे प्रश्नः वा पृच्छतु न जलस्य लक्षणवाक्यम् अस्ति द्विचत्वारिंशत् तमे पुटे आम् तत्तु शीतस्पर्शवान् किन्तु अत्र किञ्चित् अग्रे रसः जले अस्ति इति अपि मया इदानीमेव दृष्टं तत् पृष्ठसङ्ख्या स्मरामि हा तत्र 81 इति तमे पुटे पृथिवी जलवृत्तिः पृथिव्यां षड्विधः 81 आं तत् जले मधुर एव मधुरः एव घ्राणग्राह्यगुणः गन्धः पृथिवीमात्रवृत्तिः तर्हि जले मधुरः एव अस्ति इति यदि रसः अस्ति खलु खलु आमाम् अत्र लिखितमस्ति वसनग्राह्यो गुणः रसः मधुर आम्ल लवण कटुकाश कटुकषाय इति जले मधुरः एव इति रसः अस्ति इति खलु महोदय पृथिव्यां षड्विधरसाः सन्ति जले मधुरमेव अस्ति माधुर्यमेव च जले इति अग्रिमे पुटे अपि अस्ति अस्तु चिन्ता नास्ति अग्रे सरेम तर्हि सरलभगिनी अग्रे पठति वा एतावता तत् सा परिच्छेदः अग्रिलक्ष्मीभगिनी पठिष्यति अग्रे सन्निकर्षनिरूपणम् एतावता सप्रकारकज्ञानानां भेदाः निरूपिताः एतेषु संशयं त्यक्त्वा अन्ये प्रकाराः प्रत्यक्षे अनुमितौ शब्दबोधे च सर्वत्र एव सम्भवन्ति अतः प्रत्यक्षनिरूपणप्रसङ्गे निरूपिताः प्रकृतम् अनुसरामः प्रत्यक्षलक्षणम् इन्द्रिय अर्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमिति कृतं तत्र दलसार्थक्यमपि चिन्तितम् इदानीम् अस्माकं वयं दृष्टवन्तः सप्रकारकज्ञान प्रभेदः षट् प्रकारा अस्ति सप्रकारकज्ञानस्य यदा सामान्य अस्ति घटवत् भूतलं विषयता प्रकारता तयोः मध्ये यः तयोः मध्ये परस्परं सम्बन्धः भवति तस्य संशयस्वभाव अति यत्र भाव अभावे या प्रकारतासि तयो विरोधनिष्ठसंस्कृता भासते तत्र तस्य उदाहरणमस्ति पर्वतो वहिनीमान् वा न इति तृतीय समुच्चय सम्बन्ध यत्र प्रकारद्वयोः एकविशेषम् अस्ति किन्तु तत्र विरोधः न भासते चतुर्थम् अस्ति एकत्र द्वयं रीत्या ज्ञानं यत्र प्रकारता द्वयो उदासीनो सन्ति एकस्मिन् विषये एव वर्तते पञ्चमम् अस्ति समूहालम्बनस्वभाव तत्र नानामुख्यविशेष्य नानामुख्यप्रकारता वर्तते तयोः मध्ये कोऽपि तेषां परस्परं को सम्बन्धः न तिष्ठति समूहालम्बानाम् इति सप्रकारकज्ञाने षष्ठम् इदानीं वयं दृष्टवन्तः यत्र प्रकारता एका किन्तु सा द्वौ भिन्नौ विशेषयौ वर्तते. अत्र ज्ञानं द्वयो एकमिति वदामः. सो षड् प्रकारा सप्रकारका भेदा वयं दृष्टवन्तः. संशय त्यक्त्वा सर्वे अनुमितौ शब्दबोधे वा उपमिति इति तेषां प्रकारका सर्वे से सप्रकारकज्ञानं तत्र अपि वर्तते. अनुमितो शब्दबोधे सर्वे सप्रकारकभेदः, किन्तु संशय प्रभेदः केवलं प्रत्यक्षज्ञाने वर्तते, न तु प्रत्यक्ष संशय प्रकारकज्ञानम् अनुमितो शब्दबोधे वा उपमिति तस्मिन् प्रकारे न वर्तते. प्रत्यक्षनिरूपणप्रसङ्गे अतः इदानीम् अस्माकं प्रकृतविषय अस्ति प्रत्यक्षनिरूपणं. तत्र वयं पुनः आगच्छामः. प्रत्यक्षलक्षणं तस्य लक्षणवाक्यमस्ति इन्द्रिय अर्थसन्निकर्षं ज्ञानं. यदि इन्द्रियस्य विशेष विषय तयोः मध्ये संयोगः भवति तत्र ज्ञानम् उत्पद्यते. तत् अस्ति इन्द्रियसन्निकर्षं ज्ञानम् इति प्रत्यक्षं तस्य लक्षणवाक्यम् अस्ति. पूर्वं वयं दलसार्थक्यं दृष्टवन्तः. इन्द्रिय अस्ति वा नास्ति, सन्निकर्ष भवति वा न, कुत्र अतिव्याप्ति भवति वा, जन्यं पदम् इति योजयामः या न इति वयं पूर्वं पठितवन्तः. इदानीं पुनः प्रत्यक्षज्ञानस्य के कारणाः सन्ति तस्य अग्रे विवरणम् आगच्छति. सम्यक् भगिनि, केवलं वदामि तत्र भवता उक्तं यत् प्रत्यक्षलक्षणम् इन्द्रियविषययोः संयोगः इति भवत्या उक्तं. संयोगः इति एकसन्निकर्षः, वस्तुतः षड् सन्निकर्षाः सन्ति एव. संयोगः तस्मिन् एकः, भिन्नः अपि सन्निकर्ष बहवः सन्ति तस्य सन्निकर्षभिन्नाः भिन्नाः. संयोगः अग्रे आगमिष्यति. सम्बन्ध इति सन्निकर्ष इन्द्रियार्थसम्बन्ध इति वक्तव्यम् अस्तु. सत्यं सम्बन्धः इति सम्यक् भवति. तत्र 161 तमे पुटे अस्माकं मुख्यविषयः अस्ति प्रत्यक्षनिरूपणम्. तस्मिन् विषये 161 तस्मादारभ्य वयं द्रष्टुं पश्यन्तः स्मः किं प्रत्यक्षविषये. अत्र मध्ये आगतः सप्रकारकज्ञानं सविकल्पकज्ञानम् इति भेदद्वयम् आगतः. तस्मिन् सप्रकारकज्ञाने षड्विध प्रकारभेदाः अस्माभिः दृष्टाः. यद्यपि भवत्या उक्तं यद्यपि भिन्ने प्रमाणे अपि अनुमितौ शब्दबोधे उपमितौ तत्रापि एतादृश षट्प्रकारकभेदाः भवन्ति, किन्तु संशयः केवलं प्रत्यक्षे भवति इत्यर्थम् अत्र उक्तं. नो चेत् अन्ते वक्तुं शक्यते खलु. अत्र किमर्थमुक्तमिति अत्र प्रत्यक्षविषये केवलं संशयः केवलं प्रत्यक्षे अस्ति, तस्मात् अत्र उक्तम्. इदानीम् अग्रे सरेव दलसार्थक्यं पूर्वं चिन्तितं प्रकृतम्. अत्र उपमितिः अपि अन्तर्भूतः अस्ति यद्यपि न उक्तं. क्षम्यतां, प्रत्यक्षे अनुमितौ शाब्दबोधे इति उक्तम्, उपमितिः न उक्तं, किन्तु अन्तर्भूतः अस्ति एव. खलु, अग्रे लक्ष्मीभगिनी पठति वा पङ्क्तिशः पठतु. तत्र यद्यपि वाक्यं सरलमिति भासते तत्र बहु किमपि सूक्ष्मविषयाः अस्माभिः द्रष्टव्यमेव. इदानीं प्रायः वाक्यद्वयं पठतु कृपया लक्ष्मीभगिनी. आम्, कुत्र आरभ्य महोदय? प्रत्यक्षज्ञाने हेतु तत्र वा? सत्यम्. अस्तु, प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति अस्तु. प्रत्यक्षज्ञानस्य हेतुः अस्ति इन्द्रियार्थसन्निकर्षः. इन्द्रियः अपि च अर्थः इति पदार्थः इति चिन्तयामि. इन्द्रियः पदार्थयोः मध्ये सन्निकर्षः यत् भवति तेन प्रत्यक्षज्ञानं ज्ञानस्य जननं भवति. तत् षड्विधः संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति इति षड्विध प्रत्यक्षज्ञान षट्प्रकारेण प्रत्यक्षज्ञानं जायते इन्द्रियसन्निकर्षेण. अत्र केवलं गणनं कृतं, तद् पूर्वं विंशति अधिक एकशततमे पुटे 120 पुटे एकं चित्रम् अस्ति यस्मिन् किञ्चित् उदर्शितम् अस्ति चक्षुरिन्द्रियं घटः मध्ये भिन्नभिन्नसम्बन्धाः. अग्रे तत् चित्रमादाय किञ्चित् अग्रे अत्र उच्यते. अत्र हेतुः इति कः इति किं हेतुः? हेतुः इत्युक्ते हेतुः इत्युक्ते कारणं खलु. अत्र सत्यं प्रत्यक्षज्ञानमिति कार्यं तत्र कार्यस्य कारणमस्ति हेतुः अस्ति इन्द्रियार्थसन्निकर्षः. सुन्दरं. किं वदामि, हेतुः अत्र अनुमितिस्थले पक्षः हेतुः साध्यः परामर्शः इति सर्वम् आसीत्. अत्र तादृशहेतुः अर्थः नास्ति, हेतुः कारणहितः भवति. अस्तु अग्रे पठतु कृपया. चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः अस्तु. यदा घटः यदा चक्षुः घटेन चक्षुरिन्द्रियं घटेन घटं पश्यति तदा चक्षुः घटयोः मध्ये संयोगसम्बन्धः भवति. तदेव चक्षुषा घटप्रत्यक्षज्ञानं यदा चक्षुः घटेन चक्षुन्द्रियं घटेन घटेन संयोगः भवति संयोगः सन्निकर्षः. सन्निकर्षः इत्युक्ते अपि अस्तु, सन्निकर्षः इत्युक्ते सम्बन्धः, तत्र षड्विधसम्बन्धः भवितुमर्हति. संयोगः इति सम्बन्धेन एव घटप्रत्यक्षज्ञानं भवति. यदा चक्षुः गतयोः मध्ये संयोगसम्बन्धः भवति सः एव सन्निकर्षः. पूर्वं किं लक्षणवाक्ये किम् उक्तम्? इन्द्रियार्थसन्निकर्षजन्यं. तर्हि भिन्नभिन्नज्ञानेषु भिन्नभिन्नसन्निकर्षः भवति. यत्र चक्षुषा घटप्रत्यक्षज्ञानं भवति तस्मिन् ज्ञाने यथा भवत्या उक्तं चक्षुघटयोः यः संयोगः भवति सः एव सन्निकर्षः. आम् अस्तु. तस्मिन् ज्ञाने यः संयोगः भवति स एव सन्निकर्षः. तस्य ज्ञानस्य सन्निकर्षः चक्षुघटयोः संयोगः. महोदय, अत्र ज्ञानस्य आकारः भवति घटप्रत्यक्षं ज्ञानं अयं घट इति ज्ञानस्य आकारः भवति साधु. सत्यं सत्यम् अस्तु. अपि च अत्र घटनिष्ठ घट प्रथमं चक्षु इन्द्रिय संयोग संयोग घटनिष्ठ विषयता निरूपक ज्ञानम् इति भवति. हा, निरूपित अस्तु. घटनिष्ठ विषयता निरूपित ज्ञानं तत् घटप्रत्यक्षं तादृशं ज्ञानं सम्बन्ध सन्निकषसम्बन्ध इति भवति कारणम् अत्र यथा महोदय उक्तवान् कालकारणे भायो भाव एकस्मिन् अर्थे स्थापितव्यं तत्र प्रथमे उदाहरणे चक्षु प्रथमज्ञाने घटप्रत्यक्षजनने ज्ञाने अत्र घटं भवति समानाधिकरणं कारकारणस्य कारकारणस्य किं भवति अधिकरणम् अत्र तत्र आगच्छति कार्यं चक्षुन्द्रियघटयो कारणं कार्यं भवति ज्ञान विषयता ज्ञानम् अस्तु साधु लक्ष्मीभगिनी यथा सरला भगिन्या उक्तम् अत्र कार्यकारणभावः कथम् अस्ति इति द्रष्टव्यं तत्र कार्यं कारणं च समानाधिकरणे भवेत् खलु इति जानीमः तर्हि अत्र कार्यं किं कारणं किम् कार्यमस्ति प्रत्यक्षज्ञानम् इत्युक्ते अत्र घटप्रत्यक्षमेव कार्यं कारणमस्ति कारणमस्ति चक्षुघटयोः मध्ये संयोगः सन्निकर्षः एव कारणं साधु तर्हि समानाधिकरणं यथा सरला भगिन्या उक्तम् अत्र घटे समानाधिकरणं भवति तर्हि केन सम्बन्धेन कार्यं कारणं च समानाधिकरणे भवति इति चिन्तनीयम् घटे समानाधिकरणीयं भवति इत्युक्ते घटे तत् सम्यक् न अवगच्छामि इत्युक्ते ज्ञानम् आत्मनि भवति खलु ज्ञानम् आत्मनि भवति घटे कार्यं अत्र ज्ञानमेव कार्यम् अतः कार्याधिकरणं तु आत्मा अस्तु खलु आत्मा अस्ति खलु सत्यम् अत्र घटे घटे कार्यं प्रति किम् अस्ति ज्ञानं प्रति घटे किम् अस्ति घटः ज्ञानस्य विषयः तर्हि घटे किम् अस्ति घटे घटे विषयता अस्ति ज्ञानं प्रति घटे विषयता अस्ति तर्हि घटः विषयतासम्बन्धेन ज्ञाने अस्ति ज्ञानमिति कार्यं विषयतासम्बन्धेन घटे समानाधिकरणे अस्ति अधिकरणे अस्ति कार्यं इदानीं कार्यं प्राप्तं कारणं कथमस्ति कारणं संयोगः द्विनिष्ठः खलु संयोगः चक्षुषा अपि अस्ति घटे किं घटे अपि अस्ति तर्हि संयोगः कारणं तदपि घटे अस्ति कारणं सन्निकर्षः संयोगसम्बन्धेन घटे अस्ति कार्यं ज्ञानं विषयतासम्बन्धेन घटे अस्ति अस्तु तर्हि कार्यं कारणं च एकस्मिन् अधिकरणे अत्र घटे पदार्थे विषये अस्ति इति साधयितुं शक्नुमः प्रथमसोपानं चक्षु घटयोः संयोगः तेन घटपर्यन्तं समानाधिकरण्यं वक्तुं शक्नुमः साधु सर्वैः अवगतम् अस्य आधारेण अग्रे अपि एवमेव भवति किञ्चित् एक्स्टेण्ड् कृत्वा अग्रे सर्वं समरं भवति ज्ञाने घटः विषयतासम्बन्धेन अस्ति घटे ज्ञानमिति कार्यं घटे ज्ञानं विषयिता सम्बन्धेन अस्ति खलु हा साधु साधु घटे तत्र कार्यं विषयिकसम्बन्धेन अस्ति, कारणं संयोगसम्बन्धेन अस्ति. आम् अस्तु. खलु? अस्तु महोदय. घटरूपप्रत्यक्ष अग्रे घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः. अस्तु, घटरूप अधुना ज्ञानमस्ति अथवा कार्यमस्ति घटरूपप्रत्यक्षं. घटरूपप्रत्यक्षम् एव कार्यं, तत् कारणं तत्र तस्य एतस्य ज्ञानस्य जननस्य कारणमस्ति संयुक्तसमवायः सन्निकर्षः. इत्युक्ते रूपम् अत्र रूपं घटे समवायसम्बन्धेन अस्ति, इत्युक्ते समवायसम्बन्धेन अस्ति. चक्षुः घटेन सह्य घटेन नो चेत् घटरूपेण सह चक्षुः घटरूपयोः मध्ये संयोगसम्बन्धः. यथा भवत्या पूर्वम् उक्तं सैव साधु घटेन सह एव चक्षुघटयोः. वदतु. ओ अस्तु अस्तु. चक्षुः घटयोः मध्ये संयोगसम्बन्धः. अतः ज्ञानं घटे स्वसंयुक्त न, ज्ञानं घटरूपे स्वसंयुक्तसमवायसम्बन्धेन अस्ति. स्वमिति किं? स्वमिति अत्र किं? स्वमिति ज्ञानं कार्यं न, अत्र स्वमिति चक्षुः. ओ चक्षुः. आमाम् अस्तु. आं चक्षुः चक्षुसंयुक्तः घटः चक्षुषा घटेन सह संयोगः अस्ति खलु भवतां. तर्हि चक्षुसंयुक्तः घटः तत्र समवेतः घटरूपम् इत्युक्ते घटरूपं समवायसम्बन्धेन चक्षुसंयुक्ते घटे स्थितमस्ति. तर्हि यथा चक्षुषा घटप्रत्यक्षज्ञाने संयोगः यः अस्ति सः संयोगः सन्निकर्षः. अत्र घटरूपप्रत्यक्षज्ञाने चक्षुसंयुक्तसमवायः अथवा संयुक्तसमवायः इति सन्निकर्षः. इन्द्रियसन्निकर्षः अत्र इन्द्रियसंयुक्तसमवायः. इन्द्रियपदं पूर्वं योजितुं शक्नुमः. अत्र समानाधिकरणं किम्? अत्र समानाधिकरणम् अत्रापि अत्रापि घटः एव खलु, घटरूपं घटः इति चक्षुसंयुक्तः, किन्तु घटरूपं स्वचक्षुसंयुक्तसमवायः घटरूपं. तत्र घटे समवायसम्बन्धेन अथवा घटे समवेतः रूपं समवेतत्वं रूपे साधु. अत्र अपि वर्गे उक्तं सामान्यस्थले यत्र ज्ञानं भवति तत्र एव अधिकरणम् इति स्वीकुर्मः. इत्युक्ते अन्यत्रापि अधिकरणं स्थातुं शक्यते वाक्यपरिवर्तनं कृत्वा आत्मनि वा घटे वा अन्यत्रापि सम्बन्धवाक्यभेदेन भिन्नसम्बन्धेन वक्तुं शक्यते. किन्तु लाघवाय यत् ज्ञानं तदेव तत्रैव समानाधिकरणीयम् इति वर्गे उक्तम्. अत्र तु ज्ञानं अस्तु, अत्र ज्ञानं घटरूपे अस्ति इति, घटरूपे ज्ञानं विषयतासम्बन्धेन अस्ति, कारणं संयुक्तसमवायसमवायः सन्निकर्षः, चक्षुसंयुक्तसमवायः सन्निकर्षः. अत्र समानाधिकरणं घटरूपम् अस्ति, ज्ञानमेव नास्ति, ज्ञानं नास्ति. किं ज्ञानं तु अस्ति, किं ज्ञानम् अस्ति? लता नीलघट भवति घटरूप नीलघट. आम् पुनः वद कृपया भगिनि, किम् उक्तं ज्ञानं किमर्थं नास्ति? संयुक्त चक्षुसंयुक्त समवाय सन्निकर्ष बुद्धं खलु. लक्ष्मी भगिनी प्रश्नः अस्ति वा, किमर्थं ज्ञानं नास्ति तत्र? ज्ञानं तु अस्ति खलु. अहं चिन्तयति वयम् उक्तवान् वादार्थं यत्र ज्ञानमस्ति तत्रैव समानाधिकरणं भवेत् इति. यस्य ज्ञानमस्ति तत्र. अस्तु, अधुना अवगतं. ज्ञानम् अधुना घटरूपे अस्ति इति तथा चिन्तितव्यम्. अहं चिन्तयामि ज्ञानमेव अधिकरणम् इति स्वीकुर्मः चेत् ज्ञाने घटरूपम् अस्ति तत्र. तथा स्वीकुर्मः चेत् ज्ञानमिति कार्याधिकरणं ज्ञानस्य कार्याधिकरणं मन्तव्यं, ज्ञानस्य कार्यमस्ति. अन्यत्र अधिकरणं स्थापनीयं चेत् भिन्नरीत्या तत्र वाक्यं वक्तव्यं. यत् किं वक्तव्यमिति अहं न जानामि, किन्तु दीर्घवाक्यम् इति भवति. स्वसंयुक्त समवायसम्बन्धः इति अहं चिन्तयामि, किन्तु तदा किमपि भवति खलु. विपरीतम् आनीय आत्मनि चक्षुघटयोः मध्ये संयोगसम्बन्धः, घटघटरूपो मध्ये समवेतसम्बन्धः, संयुक्तसमवेतसम्बन्धेन घटरूपं ज्ञाने अस्ति. समवायतत्त्वसम्बन्धेन इति विपरीतदर्शनति वदामः इति भवति. समवायसंयुक्तसंयुक्ति भवति. मुखस्य समवायी अस्ति घट, किन्तु तत्र लाघवं नास्ति. अत्र यथा महोदय उक्तवान् उपरि गच्छामः, तत्र संयुक्तसमवाय पुनः आगच्छति तृतीयसोपानं. तर्हि अग्रिमवाक्यं चक्षुसंयुक्ते चक्षुसंयुक्ते गते रूपस्य समवाय अस्ति. पूर्वस्मिन् वाक्यस्य इतोपि व्याख्यानमिति मन्ये. चक्षुसंयुक्ते गते रूपस्य समवायात् चक्षुः घटेन सह संयोगः सति घटस्य उपरि घटे रूपस्य रूपः समवायसम्बन्धेन अस्ति इति वाक्यमस्ति, वाक्यं वदति. अतः स्वसंयुक्तसमवायः सन्निकर्षः इति घटरूपं प्रत्यक्षं सति कारणम्. एतावत् प्रश्नः अस्ति वा? साधु साधु. तर्हि राजेन्द्रमहोदय पठति वा रूपत्वा? आं महोदय. महोदय, अत्र चक्षुसंयुक्ते घटे रूपस्य समवायात् अत्र चक्षुस्घटसंयुक्त यदा संयोगः भवति तदा तत् रूपस्य प्रत्यक्षं भवति. यः रूपः यः घटे समवायसम्बन्धेन अस्ति एवं वा तत्र? आं, समवायात् इति पञ्चमी खलु, तस्मात् कारणात् कारणपञ्चमी. यतोहि रूपः घटे इत्युक्ते चक्षुसंयुक्ते घटे कीदृशघटे यत्र चक्षुषा यः घटेन संयोगः अस्ति तादृशसंयुक्ते घटे रूपं समवेतं तस्मात् कारणात् स्वसंयुक्तसमवायः इति सन्निकर्षः. तथा घटरूपस्य प्रत्यक्षं भवति. इदं चिन्तयतु, घटस्य उपरि पटः अस्ति, तर्हि पटस्य ज्ञानं स्वसंयुक्तसंयोगसम्बन्धेन भवति खलु. तत्र रूपम् अत्र घटे समवेतः अस्ति, किन्तु घटे पटः अस्ति चेत् पटं संयोगसम्बन्धेन घटे अस्ति, तस्य पटस्य ज्ञानं संयुक्तसंयोगसम्बन्धेन भवति खलु. तत् समवायः सम्बन्धः नास्ति. द्विवारं संयुक्त, किन्तु तथा तादृशसन्निकर्षः नास्ति, अत्र न गणितं, किन्तु तथा यथा तत्र भवति अत्र संयुक्तसमवायः. तद् महोदय रूपत्वं रूपत्वसामान्यप्रत्यक्षे संयुक्तसंवेदसमवायः सन्निकर्षः. चक्षुः संयुक्ते घटे रूपं संवेतं, तत्र रूपत्वस्य समवायात् तत्र अन्यत् विध तृतीयविध अत्र सन्निकर्षः अस्ति. अत्र रूपत् इत्युक्ते जातिः जातिः रूपत्वं रूपे रूपत्वम् अस्ति खलु, घटे घटत्वम् अस्ति, रूपे रूपत्वं अस्ति, सामान्य जाति अस्ति, तस्य प्रत्यक्षं संयुक्त चक्षुषा घटे संयुक्तसंवेदसमवायः सन्निकर्षः. रूपत्वं रूपे संवेतम् अस्ति, तत्र चक्षुषा घटेन सह संयुक्त भवति, तत्र रूपत्वं यः रूपे अस्ति तत् संवेतः अस्ति रूपे, तत् सः रूपः समवायसम्बन्धेन घटे अस्ति, तादृशी सन्निकर्षः भवति. एकनिमिषं क्रमेण गच्छतु. तत्र संयुक्तसमवेतसमवायः पदमस्ति खलु, संयुक्त इति कः? संयुक्त इत्युक्ते घटः घटः. संयुक्तसमवेतः इति कः? किं संयुक्तसंवेतः इत्युक्ते रूपत्वं न संवेतः रूपमेव संयुक्तसमवेतं रूपं रूपे समवायसम्बन्धेन रूपत्वम् अस्ति रूपत्वमस्ति. अस्तु अस्तु अस्तु आं विपरीतेन उक्तवान्. आं घटः रूपम् अनन्तरं रूपत्वं, घटसंयुक्तः चक्षुसंयुक्तः घटः घटः तस्मिन् समवेतः रूपं तस्मिन् रूपं संवेतः तस्मिन् रूपत्वं समवायसम्बन्धेन अस्ति सन्निकर्षः. तादृशी सन्निकर्षः यः भवति सः तृतीयविध सन्निकर्षः अस्ति. अत्र कार्यं किं, कारणं किं, कार्याधिकरणं समानाधिकरणं किं? कार्यं तु अस्ति अत् रूपत्व प्रत्यक्षं रूपत्वप्रत्यक्षं यदा भवति तत्र तु घटे संयुक्त यः रूपम् अस्ति संवेतः अस्ति तस्मिन् समवायसम्बन्धेन रूपत्वम् अस्ति तस्य प्रत्यक्षं तत् सादृशी तादृशी सन्निकर्षः भवति. समानाधिकरणम् अत्र किं क्षम्यता महोदय, समानाधिकरणम् अत्र किं समानाधिकरणम् अत्र रूपत्वं रूपत्वं रूपत्वं सत्यं चक्षुसंयुक्तः घटः तस्मिन् समवेतः समवेतं रूपं रूपं रूपे समवेतं रूपे समवायसम्बन्धेन अस्ति रूपत्वं रूपत्वम् इति स्वसंयुक्तसमवेतसमवायः इति अपि संयुक्तसमवेतसमवेतत्वम् अपि कुत्र अस्ति संयुक्तसमवेतसमवाय वयं संयुक्तसमवेतसमवेतत्वम् अति अपि वदितुं शक्नुमः रैट् सत्यं किन्तु तादृशसमवेतत्वं कुत्र अस्ति संयुक्तसमवेतसमवेतत्वं कुत्र अस्ति समवेतत्वं रूपत्वे एव अस्ति हा रूपत्वे अस्ति रूपत्वे अस्ति समवेतस्य भावसमवेतत्वं उपरि गन्तव्यम् यः समवेतः तस्य समवेतत्वम् अस्ति रूपं घटे समवेतं रूपे समवेतत्वं रूपत्वे रूपत्वं रूपे अस्ति तर्हि रूपत्वे समवेतसमवेतत्वं खलु अस्तु तर्हि अग्रे चक्षु प्रश्नः अस्ति वा लक्ष्मी भगिनी साधु अग्रे राजधर्मचक्षुसंयुक्ते चक्षुः संयुक्ते घटे रूपं संवेतं तत् रूपत्वस्य संवायात् अत्र तस्य अत्र अग्रे विवरणमस्ति अधिकविवरणमस्ति चक्षुः चक्षुसंयुक्ते यः घटः घटः अस्ति घटे रूपं संवेतं अस्ति तत्र अस्मिन् रूपे रूपे रूपत्व रूपत्वं संवायात् संवायात् संवायसम्बन्धेन अस्ति तस्मात् कारणात् सन्निकर्षः तादृशः संयुक्तसमवेतसमवायः इति त्रयः सन्निकर्षाः अस्माभिः पठितं खलु साधु तर्हि अग्रे सरला भगिनि श्रो प्रश्नः अस्ति वा अग्रे सरला भगिनी श्रोत्रेण इतोपि एकं वाक्यं पठितं वा श्रोत्रेण श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः तरणविवरवृत्त्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुणगुणीनोश्च समवायः श्रोत्रेण शब्दसाक्षात्कारी समवायः सन्निकर्षः श्रोत्रेण यत् कार्यं भवति श्रोत्रेण शब्दसाक्षात्कारी समवाय शब्द आकाशात् समवायसम्बन्धः अस्ति तस्य सम्बन्ध श्रोत्रस्य कारणं भवति श्रोत्रस्य कारणमस्ति शब्द यदा वयं जानीमः आकाशस्य लक्षणमस्ति शब्दगुण आकाश ज्ञान शब्दगुण आकाशम् इति तद्विभो नित्यमस्ति श्रोत्र शब्द समवायसम्बन्धेन आकाशे वर्तते इति सत्सङ्कर्ष भवति करणविवरवृत्त्याकाशस्य श्रोत्रत्वात् शब्दस्य आकाशगुणत्वात् अत्र करणविवर विवर इति भवति करणपुटिः तस्य अवचे आकाशस्य करणपुटिविवरमस्ति करणपुटिवृत्तिः आकाशस्य श्रोत्रत्वात् आकाशविभुः एकम् अस्ति किन्तु श्रोत्रियेन्द्रिय अपि आकाशम् अस्ति कथं श्रोत्रेन्द्रियम् आकाशात् भिन्ना भवति, तत्र भवति कर्णविवर कर्णपुट्ठ्याम् अवच्छिन्ना आकाश अस्ति श्रोत्रत्वात्, तत्र शब्द आकाशगुणत्वात् वयं जानीमः शब्द आकाश आकाश आश्रय अस्ति शब्दस्य, तत्र शब्द अस्ति गुण अस्य आश्रयगुणिन शब्दगुण तस्य आकाश अस्ति गुणिनः गुणि तस्मिन् आश्रय आश्रय आकाशे शब्दगुण वर्तते तत् समवायसम्बन्धेन श्रोत्रत्वात् इति आगच्छति गुणगुरीणो समवायात् समवायसम्बन्धेन शूत्रस्य कारणम् आगच्छति. इत्युक्ते शब्दः आकाशस्य गुणः गुणगुणिनोः गुणः शब्दः गुणिनः आकाशः तयोः समवायसम्बन्धः सर्वदा भवति. तस्मात् तादृशसमवायात् समवायः एव सन्निकर्षः अत्र शब्दसाक्षात्कालं शब्दप्रत्यक्षं तादृशप्रत्यक्षज्ञाने सन्निकर्षः कः इत्युक्ते समवायः. किमर्थं कर्ण आकाश हा श्रोत्र एव आकाशः श्रोतेन्द्रियमेव आकाशः, तत्र कर्णपुट अवच्छिन्न किम् इन्द्रियं श्रोत्रम् आकाशस्य गुणः शब्दः इत्यस्मात् कारणात् अस्य ज्ञानस्य सन्निकर्षः समवायः. अत्र कार्यकारणभव इति यावत् तावत् अस्माभिः नावलोकितं, प्रायः पुनः अग्रिमवर्गे इतोपि गभीररीत्या द्रष्टव्यं भवति इति मन्ये. शब्दः भवति कारणं भवति श्रोत्रेन्द्रिय शब्दसन्निकषसमवायसम्बन्ध शब्द गच्छति अधिकरणं कार्यकारण समानाधिकरणं शब्दबोध शब्दबोध इति यमनति आत्मनि आगच्छति तद् भवति कार्यं समानाधिकरणं शब्दे आगच्छति इदानीम् अहं चिन्तयामि इति अतः अस्ति. इतः पूर्वं शब्द एव लक्ष्यम् तर्हि तावदेव पठितं. प्रश्नः अस्ति वा नो चेत् चिन्तनम् अस्ति वा किमपि महोदय? अत्र शब्दः एव अधिकरणमस्ति वा अथवा आकाशः अधिकरणमस्ति? श्रोत्रेन्द्रियमेव आकाशम् आकाशमिति श्रोत्रेन्द्रियमेव शब्दः आकाशस्य गुणः गुणः तत्तु अधिकरणं तु आकाशः अस्ति. कस्य अधिकरणम्? शब्दस्य. हा इति वक्तुं शक्नुमः. हा शब्दसमयसम्बन्धेन आकाशे सत्यं, किन्तु शब्दं ज्ञानस्य इति कार्यं कार्याधिकरणम् आनेतव्यम्. शब्दः गुणः अस्ति आकाशस्य, किन्तु यत्र ज्ञानं भवति तत्रैव इन्द्रियं कार्यं करोति खलु. प्रत्यक्षज्ञाने इन्द्रियम् आवश्यकं खलु, इन्द्रियार्थसन्निकर्षः आवश्यकं सत्यम्. इन्द्रियः नास्ति चेत् कथं ज्ञानं भवति? त्रि इन्द्रियं श्रोत्रेन्द्रियं सन्निकर्षः समवायः पदार्थः शब्दः. खलु इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम् अस्ति खलु. इन्द्रियः श्रोत्रेन्द्रियं सन्निकर्षः समवायः पदार्थः कः? ज्ञानस्य पदार्थः शब्दः खलु, शब्दज्ञानमेव, शब्दमेव श्रूयते खलु. तर्हि शब्दः पदार्थः तयोः सम्बन्धः स्वभावसम्बन्धः, यतोहि श्रोत्रेन्द्रियमेव आकाशम्, आकाशस्य गुणः शब्दः, गुणगुणिनोः समवायसम्बन्धः. खलु भगिनी बुद्धम्? आम् महोदय. अत्र कर्णविवर कर्णः एव कर्णे यत् द्वारमस्ति तत्र कर्णः एव आकाशः इति तत्र इत्युक्ते श्रोत्रेन्द्रियम् इत्युक्ते कर्णे यत् विवरमस्ति तदेव आकाशः इति तदेव आकाशः तस्य यदा तत्र शब्दं श्रूयते तत् शब्दः आकाशस्य गुणः इति तत्र गुणगुणिनोः मध्ये स्वभावसम्बन्धः इति तत्र कर्णः कर्णेन्द्रियः साक्षात् समवायसम्बन्धेन शब्देन सन्निकर्षः खलु. कर्णमिति किं कर्णमिति कर्णः इति फिसिकल् खलु, श्रोतेन्द्रियमिति इन्द्रियम्. यतो केचन जनानां कर्णः अस्ति किन्तु श्रोतेन्द्रियं न कार्यं करोति, तथापि अस्ति खलु. इन्द्रियं भिन्नं, कर्णः भिन्नः. अस्तु, तर्हि इति तावदेव पठितम्. अग्रिमे सप्ताहे द्रक्ष्यामः. प्रश्नः नास्ति सन्ति चेत् अत्र स्थगितुं शक्नुमः. धन्यवादः सर्वेषां. शुभरात्रिः. धन्यवादः. शुभरात्रिः.